पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 41 वेन उवाच पुत्रो भार्या कथं तीर्थं पिता माता कथं वद गुरुश्चैव कथं तीर्थं तन्मे विस्तरदो वद श्रीविष्णुरुवाच अस्ति वाराणसीरम्या गङ्गायुक्ता महापुरी तस्यां वसति वैश्यैककृकलो नाम नामदः तस्य भार्या महासाध्वी पतिव्रतपरायणा धर्माचारपरा नित्यं सा वै पतिपरायणा सुकला नाम पुण्याङ्गी सुपुत्रा चारुमङ्गला सत्यं वदा सदा शुद्धा प्रियाकारा प्रियप्रिया एवं गुणैः समायुक्ता सुभगा चारुकारिणी स वैश्य उत्तमो नाना धर्मज्ञो ज्ञानवान् गुणी पुराणे श्रौतधर्मे च सदा श्रवणतत्परः तीर्थयात्राप्रसङ्गेन बहु पुण्यप्रदायकम् श्रद्धया निर्गतो यात्रां तीर्थानां पुण्यमङ्गलां ब्राह्मणानां प्रसङ्गेन सार्थवाहेन तेन च प्रस्थितो धर्ममार्गं तु तमुवाच पतिव्रता पतिस्नेहेन सम्मुग्धा भर्तारं वाक्यमब्रवीत् सुकलो वाच अहं ते धर्मदः पत्नी सह पुण्यकरा प्रिया पदिमार्गं प्रदीक्ष्याहं पदिदेवं यजाम्यहम् कदा नैव मया त्याज्यं सामीप्यं ते द्विजोत्तम तव छायां समाश्रित्य करिष्ये धर्ममुत्तमं पतिव्रताख्यं पापघ्नम् नारीणां गदिदायकं पुण्यस्त्री कथ्यते लोके या स्यात् पदिपरायणा युवतीनां पृथक्तीर्थं विना भर्तुर्न शोभते सुखदं नास्ति वै लोके स्वर्गमोक्षप्रदायकं सव्यम् पादं च भर्तुश्च प्रयागं विद्धि सत्तम वामं च पुष्करं तस्य या नारी परिकल्पयेद् तस्य पादोदकस्नानात्तत्पुण्यं परिजायते प्रयागपुष्करसमं स्नानं स्त्रीणां न संशयः सर्वतीर्थमयो भर्ता सर्वपुण्यमयः पतिः मखानां यजनात् पुण्यं यद्वै भवति दीक्षिते तत्फलं समवाप्नोति सेवया भर्तुरेव हि गयादीनां सुदीर्थानां यात्रां कृत्वा हि यद्भवेत् तद्फलं समवाप्नोति भर्तुशुश्रूषणादपि समासेन प्रवक्ष्यामि तन्मे निगदतशृणु नास्त्यासां हि पृथग्धर्मपदिशुश्रूषणं विना तस्मात्कान्दसहायं ते कुर्वाणा सुखदायिनी तवच्छायां समाश्रित्य आगमिष्यामि नान्यथा विष्णुरुवाच रूपं शीलं गुणं भक्त्रिं समालोक्य वयस्तथा सौकुमार्यं विचार्यैवं कृकलः स पुनः पुनः यद्येवं हि नयिष्यामि दुर्गमार्गं सुदुःखदम् रूपनाशो भवेच्चास्याशीतातपविलोडनाद पद्मगर्भप्रतीकाश्रमस्याश्चाङ्गं प्रवर्णकम् चञ्चावादेन शीतेन कृष्णवर्णं भविष्यति पन्था कर्कश सुग्रावा पादौ चास्याः सुकोमलौ यष्यदे वेदनां तीव्रा मधो गन्तुं न च क्षमा क्षतृष्णाभिपरीताङ्गी कीदृशीयं भविष्यति वामाङ्गी मम च स्थानं सुखस्थानं वरानना मम प्राणप्रिया नित्यं नित्यं धर्मस्य चाश्रयः नाशमेदि यदा बाला मम नाशो भवेदिह इयं मे जीविका नित्यमियं प्राणस्य चेश्वरी न नयिष्ये वनं तीर्थमेकश्चैवाप्यहं व्रजे चिन्तयित्वा क्षणं नूनं कृकलेन महात्मना तस्य चित्तानुगो भावस्तया ज्ञादो नृपोत्तम पुनरुचे महाभागा भर्तारं प्रस्थितं तदा अनखा नैव वै त्याज्या पुरुषै शृणुसत्तम मूलमेवं हि धर्मस्य पुरुषस्य महामते एवं ज्ञात्वा महाभाग मामेवं नय साम्प्रदं विष्णुरुवाच श्रुत्वा सर्वं हि तेनापि प्रियाया भाषितं बहु प्रहस्यैव वचो ब्रूदे तामेवं कृकलः पुनः नैव त्याज्या भवेद्भार्या प्राप्ता धर्मेण वै प्रिये येन भार्या परित्यक्ता सुनीता धर्मचारिणी दशाङ्गधर्मस्तेनापि परित्यक्तो वरानने तस्मात्त्वामेव भद्रं ते नैव त्यक्ष्ये कदा प्रिये विष्णुरुवाच एवमाभाष्यतां भार्यां सम्बोध्य च पुनः पुनः तस्या अज्ञातमात्रेण ससार्थेन समं गतः गदे तस्मिन्महाभागे कृकले पुण्यकर्मणि देवकर्मसुवेलायां काले पुण्ये शुभानना नैव पश्यति भर्तारं कृकलं निजमन्दिरे समुद्धाय त्वरा युक्ता रुद्रमाना सुदुःखिता वयस्यान् पृच्छदे भर्तुर्दुःखशोकाधिपीडिता युष्माभिर्वा महाभागा दृष्टोऽसौ कृकलो मम प्राणेश्वरो गदक्वापि भवन्तो मम बान्धवाः यदि दृष्टो महाभागा कृकलो मम साम्प्रतं भर्तारं पुण्यकर्तारं सर्वज्ञं सत्यपण्डितम्। कथयन्तु महात्मानं यदि दृष्टो महामतिः तस्यास्तद्भाषितं श्रुत्वा तामूचुस्ते महामतिम् धर्मयात्राप्रसङ्गेन नाधस्ते कृकल्लः शुभे तीर्थयात्रां चकारासौ कस्माच्चोचसि सुव्रते साधयित्वा महातीर्थं पुनरेष्यदि शोभने एवमाश्वासिदा सा च पुरुषैराप्तकारिभिः पुनर्गेहं गदा राजन् सुकला चारुभाषिणी रुरोद करुणं दुःखं सुकलापि परायणा यावदायादिमे भर्ता भूमौ स्वप्स्यामि संस्तरे कृतं तैलं न भोक्ष्येऽहं दधिक्षीरं तथैव च लवणं च परित्यक्तं तथा ताम्बूलमेव च मधुरं च तथा राज्यंस्त्यक्तं गुडादिकं तथा एकाहारा निराहारा तावस्तास्येन संशयः यावच्चागमनं भर्तुः पुनरेव भविष्यति एवं दुःखान्विदा भूत्वा एकवेणीधरा पुनः एककञ्चुकसंविदा मलिना च बभूव सा मलिनेनापि वस्त्रेण एकेनैव स्थिता पुनः आहाकारं प्रमुं चन्दि निःश्वसन्दि सुदुःखिता वियोगानलसन्दग्धा कृष्णाङ्गी मलधारिणी एवं दुःखसमाचारा सुकृशा विह्वला तदा रोदमाना दिवारात्रौ निद्रा लेभेन वैनिशि क्षुधां न विन्ददे राजन्दुःखेन विदलीकृता अध सख्यसमायादाः पप्रच्युः सुकलां तदा सुकले चारु सर्वाङ्गी कस्माद्रोदिशि सम्प्रति ततस्त्वं कारणं ब्रूहि दुःखस्यास्य वरानने सुकलोवाच स मां त्यक्त्वा गदो भर्ता धर्मार्थं धर्मतत्परः तीर्थयात्राप्रसङ्गेन अटते मेदिनीं तदः मां त्यक्त्वा स गदस्वामी निर्दोषां पापवर्जिताम् अहं साध्वी समाचारा सदा पुण्या पतिव्रता मां त्यक्त्वा स गदो भर्ता तीर्थसाधनतत्परः तेनाहं दुःखिता सख्यो वियोगेनादिपीडिता जीवनाशो वरं श्रेष्ठो वरं वै विषभक्षणं वरमग्निप्रवेशश्च वरं कायविनाशनं नारीं प्रियां परित्यज्य भर्ता यादि सुनिष्ठुरः भर्तृत्यागो वरं नैव प्राणत्यागो वरं सखि वियोगं न समर्थाहं सहितुं नित्यदारुणं तेनाहं दुःखिता सख्यो वियोगेनापि नित्यशः सख्य ऊचुः तीर्थयात्रां गदो भर्ता पुनरेष्यदि ते पदिः वृथा शोषयसे कायं वृथा शोकं करोषि वै वृथा त्वं तप्यसे बाले वृथा भोगान् परित्यजेः पिबस्वपानं भुङ्क्ष्व त्वं स्वप्रदत्तं हि पूर्वकम् कस्य भर्ता शुद्धा कस्य कस्य स्वजनबान्धवाः कस्य नास्ति संसारे सम्बन्धः केन चैव हि भक्ष्यदे भुज्यदे बाले संसारस्य हि तत्फलम् मृदे प्राणिनि कोऽस्नादि को हि पश्यदि तत्फलम् प्रीयदे भुज्यदे बाले यदत्संसारदफलम् सुकलोवाच भवतीभिप्रयुक्तं यत्तन्न स्याद्वेदसम्मतं यादु भर्तुपृथग्भूता तिष्ठत्येका सदैव हि पापभूता भवेन्नारी तां न मन्यन्ति सज्जनाः भर्तुः सार्थं सदा सख्यो दृष्टो वेदेषु सर्वदा सम्बन्धपुण्यसंसर्गाज्जायते नात्र संशयः नारीणां च सदा तीर्थं भर्ता शास्त्रेषु पठ्यते तमेवावाहये नित्यं वाचा कायेन कर्मभिः मनसा पूजये नित्यं भावसत्येन तत्परा भर्तुपार्श्वं महातीर्थं दक्षिणाङ्गं सदैव हि तमाश्रित्य यदा नारी गृहस्था परिवर्तयेद यजते दानपुण्यैश्च तस्य दानस्य यत्फलम् वाराणस्यां च गङ्गायां यत्फलं न च पुष्करे द्वारकायां न चावन्द्यां केदारे शशिभूषणे लभते नैव सा नारी यजमाना सदा किल तादृशं फलमेवं सा न प्राप्नोति कदा सखी सुमुखं पुत्रसौभाग्यं स्नानं दानं च भूषणम् वस्त्रालङ्कारसौभाग्यं रूपं तेजफलं सदा यशकीर्तिमवाप्नोति गुणं च वरवर्णिनी भर्तुप्रसादात् सर्वं च लभते नात्र संशयः विद्यमाने यदा कान्ते अन्यं धर्मं करोति या निष्फलं जायते तस्याः पुंश्चली परिकथ्यते नारीणां यौवनं रूपमवतारं स्मृतं ध्रुवम् एकस्यापि हि भर्तुश्च तस्यार्थे भूमिमण्डले सुपुत्रा सुयशा नारी परिकथ्येद वै सदा तुष्टे भर्तरि संसारे दृश्या नारी न संशयः पदिहीना भवेन्नारी भवेत् सा भूमिमण्डले कुतस्तस्या सुखं रूपं यशकीर्तिसुधा भुवि सुदौर्भाग्यं महद्दुःखं संसारे परिभुज्यते पापभागा भवेत् सा च दुःखाचारा सदैव हि तुष्टे भर्तरि तस्यास्तु तुष्टा सर्वाश्च देवताः तुष्टे भर्तरि तुष्यन्ति ऋषयो देवमानवाः भर्तानाथो गुरुर्भर्ता देवता दैवतैः सह भर्ता तीर्थश्च पुण्यश्च नारीणां नृपनन्दन शृङ्गारं भूषणं रूपं वर्णं सौगन्धमेव च कृत्वा सा तिष्ठते नित्यं वर्जयित्वा सुपर्वसु शृङ्गारैर्भूषणैः साधु शुशुभे सा यदा पतिः पत्या विना भवत्येवं क्षीरं सर्पमुखे यथा भर्तुरर्थे महाभागा सुव्रता चारुमङ्गला गदे भर्तरि या नारी शृङ्गारं कुरुदे यदि रूपं वर्णं च तत्सर्वं शवरूपेण जायते वदन्ति भूतले लोकाः पुंश्चलीयं न संशयः तस्माद्भर्तुर्वियुक्ताया नार्याश्चृणुद भूतले इच्छन्त्या वै महासौख्यं भवितव्यं कदाचन सुजायाः परो धर्मो भर्ता शास्त्रेषु गीयते तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल एवं धर्मं विजानामि कथं भर्ता परित्यजेद इत्यर्थे श्रूयते सख्य इतिहासः पुरातनः सुदेवायाश्च चरितं सुपुण्यं पापनाशनम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकला चरित एकचत्वारिंशोऽध्यायः ॐ